अस्तु, सर्वेषां स्वागतं। तर्हि अत्र समासः इति विषयः प्रवर्तमानः अस्ति, तत्र च विशेषतः तत्पुरुषसमासः यत्र उत्तरपदप्राधान्यं वर्तते। अस्मिन् करपत्रे अस्माभिः बहु किमपि अवलोकितमासीत्। इदानीं केवलं तत्र पुनस्मरण त्वेन पुनरावर्तनेन अत्र पुंवद्भावः इति गतसप्ताहे समासे पुंवद्भावः यत्र सामानादिकरणीयं विद्यते इति दत्तमस्ति, यथा शुद्धभाषा न तु शुद्धा भाषा। यत्र व्यस्तप्रयोगः अस्ति शुद्धा भाषा, सुन्दरी बालिका, उत्तमा बालिका, एतत् सर्वं सम्यक् अस्ति। यत्र समासः नास्ति, समासः अस्ति चेत् तत्र भूमोद्भावः वैकल्पिकः नास्ति, नित्यः अस्ति। यत्र सामानादिकरण्यं वर्तते नाम तत्र एकार्थबोधकत्वम् अस्ति, समानविभक्तिकत्वम् अस्ति। अत्र शुद्धा भाषा, अत्र शुद्धा इत्युक्ते भाषा इति कृत्वा एकार्थबोधकत्वमस्ति। भाषायां शुद्धत्वमपि अस्ति, भाषात्वम् अपि अस्ति इति कृत्वा एकार्थबोधकत्वं, शुद्धा इत्युक्ते भाषा। तदनन्तरं समानविभक्तिकत्वमस्ति, शुद्धा इति प्रथमाविभक्तौ, भाषा इति प्रथमाविभक्तौ इति कृत्वा आहत्य मिलित्वा एकार्थबोधकत्वमपि अस्ति, समानविभक्तिकत्वमपि अस्ति इति कृत्वा सामानादिकरण्यम् इति वदामः। सामानादिकरण्यं, समानादिकरणस्य भावः सामानादिकरण्यं, शेप्रतः अस्ति। शेप्रतः तत्र वृद्धिः समान इति शब्दस्य तत्र सकारोत्तर अकारस्य वृद्धिः भवति, सा श्यै प्रत्ययः अस्ति चेत् तस्य भावे भावार्थके तत्र त्वप्रत्ययः अस्ति, तल् प्रत्ययः श्यै प्रत्ययः अस्ति इति प्रसिद्धरूपेण तत्र त्रयः प्रत्ययः, केवलं त्रयः इति न किन्तु प्रसिद्धरूपेण एवं सन्ति। तत्र तल् प्रत्ययः ता, समानाधिकरणता, त्वम् इति समानाधिकरणत्वम्, उभयत्र वृद्धिः नास्ति। किन्तु श्यै प्रत्ययः अस्ति चेत् तत्र वृद्धिः भवति, सामानादिकरण्यम्, अपि च यकारः वक्तव्यः मध्ये। अस्तु, तर्हि यत्र सामानादिकरण्यं वर्तते तत्र एकार्थबोधकत्वमपि भवेत्, समानविभक्तिकत्वमपि भवेत्। अस्माभिः दृष्टं तत्र रामश्च कृष्णश्च रामकृष्णौ, अत्र समानविभक्तिकत्वम् इति तु अस्ति किन्तु एकार्थबोधकत्वं नास्ति इति कृत्वा सामानादिकरणीयं नास्ति। सामानादिकरणीयं नास्ति इति कारणतः लीला च नाम तत्र लीला च सीता च लीलासीते इति अस्माभिः दृष्टम्। यतोहि तत्र लीला, तत्र पुंवद्भावः, पुंवद्भावः नाम तत्र तस्य स्त्रीत्वं न दृश्येत, यथा शुद्धा भाषा, शुद्धभाषा, तत्र अत्र शुद्धभाषा, अत्र शुद्धा भाषा इति समासः न भवति। किन्तु अत्र लीलासीते इति यद्यपि समानविभक्तिकत्वम् अस्ति तथापि एकार्थबोधकत्वं नास्ति इति कृत्वा एकार्थबोधकत्वस्य अभावे पुंवद्भावः नास्ति लीलासीते इति। द्वयमस्ति नाम एकार्थबोधकत्वम् अपि च समानविभक्तिकत्वं, तदानीं सामानादिकरण्यं, तदानीं पुंवद्भावः इति द्वयम् आरम्भे वयं दृष्टवन्तः। अनन्तरम् अस्माभिः संयोजितमासीत् यत् पूर्वपदः तत्र पूर्वपदः अपि भाषितपुंसकशब्दः भवेत्, क्षम्यतां पूर्वपदं भाषितपुंसकं इति भवेत्, पूर्वपदं भाषितपुंस्कं नास्ति चेत् तत्र एतत् सर्वं न भवति. तस्मिन् प्रसङ्गे नाम प्रथमतया पूर्वपदं विशेषणं भवेत्, अपि च भाषितपुंस्कं भवेत्. भाषितपुंस्कं नाम तत्र त्रिषु लिङ्गेषु भवेत् इति सारांशः. त्रिषु लिङ्गेषु सम्भवति चेत् एव तत्र पुमोद्भावः. तस्मिन् प्रसङ्गे च अस्माभिः अवलोकितमासीत्. हा अत्र किमिति पुष्पा भगिनि, व्यस्तप्रयोगः इति वदनेन अस्ति इति न? व्यस्तप्रयोगः इति वदने किम् किं किं व्यस्तप्रयोगः यत्र समासः नास्ति. रामः च कृष्णः च गच्छतः, अत्र व्यस्तप्रयोगः. व्यस्तः प्रयोगः समस्तप्रयोगः इति विपरीतत्वेन उपयुज्यते अस्माभिः. व्यस्तः प्रयोगः समस्तः प्रयोगः. अस्तु, इदानीं विद्यायैव धनम् इति, विद्याधनम् इति अस्माभिः अवलोकितमासीत्. पुनः तत्र किं तत्र मेघश्यामः इति उदाहरणद्वयम् अस्माभिः अवलोकितमासीत्. तत्र च प्रश्नः आगतः आसीत् यत् प्रथमतया मेघः अपि च विद्या पदद्वयमपि भाषितपुंस्कं नास्ति, त्रिषु लिङ्गेषु न भवति पदद्वयं. मेघः तत्र नियतलिङ्गशब्दः, अपि च विद्या अपि तथा. इदानीं सामान्यीकरणीयमस्ति न वा इति अपि प्रश्नः आगतः आसीत्. अत्र मेघः इव श्यामः, मेघश्यामः कृष्णः. वस्तुतस्तु अत्र श्यामः इत्युक्ते कृष्णः, न तु मेघः. यद्यपि मेघः श्यामः अस्ति, किन्तु श्यामः इत्युक्ते कृष्णः इति कृत्वा अत्र एकार्थबोधकत्वं नास्ति. अतः पूर्णभावः इति एव न भवति स्म, नाम सामान्यकरणीयस्य अभावे. इदानीं विद्याधनमिति प्रसङ्गे वस्तुतः एव तत्र अवधारणपूर्वपद कर्मधारयसमासः अवधारणं नाम तत्र अध्यारोपणं भवति. विद्या एव धनम्, अध्यारोपणम् अध्याहारः अस्ति. अत्र च विद्या एव धनमिति प्रसङ्गे वस्तुतः समानार्थकत्वं अध्यारोप्यते इति भाति मम. इदानीं काचन चर्चा जाता अस्मिन् प्रसङ्गे, यद्यपि मेघश्यामः इत्यस्मिन् नास्ति अवश्यं, यतोहि श्यामः इत्युक्ते अत्र कृष्णः, किन्तु विद्याधनम् इति पदम् अत्र विशेषणं नास्ति. धनमिति अर्थः विद्या एव धनं, नाम वास्तविकं धनं विद्या. अतः विद्या इति धनार्थे अध्यारोपितमस्ति इति कृत्वा प्रायः तत्र यथा गुरुदेवः, गुरुः एव देवः, गुरुदेवः इति अपि उदाहरणमस्ति. तत्र अध्याहारः अस्ति खलु तत्र, अतः एकार्थबोधकत्वं प्रायः वक्तुं शक्येत. अपि च समानविभक्तिकत्वमपि तु अस्ति इति तु अस्ति, किन्तु अत्र पूर्वपदं विशेषणं नास्ति, भाषणपुंसकशब्दः नास्ति विद्या इति कृत्वा पुमोद्भावः न भवति. अत्र कोऽपि प्रश्नः वा, अग्रे गन्तुं शक्नुमः? महोदय, अत्र आम्र इति वृक्षः, आम्रः इति पदं संज्ञापदम् अस्ति, संज्ञापदम् अस्ति चेत् विशेषणम् इति स्वीकर्तुं न शक्नुमः वा? आम्र इति विशेषः, किन्तु विशेषणं नास्ति. तत्र समानाधिकरण्यं भवति वा न भवति वा? आम्रः इति वृक्षः, आम्रः इति वृक्षविशेषः. अस्तु, अत्र अपि प्रश्नः आगतः आसीत् खलु. हा, नाम अत्र प्रश्नः अस्ति यत् वस्तुतः वार्ता एवम् अस्ति, अस्तु, यत् विद्याधनं विद्याधनमिति पदे तत्र विद्यायां विद्यात्वमपि अस्ति, धनत्वमपि अस्ति. इदानीं धने धनत्वम् अस्ति, विद्यात्वम् इति विद्या एव धनम्. नाम अत्र विद्या एव धनमिति इति इति प्रसङ्गे तत्र विद्या धनमस्ति, किन्तु धनं विद्या अस्ति इति नास्ति, खलु? विद्या धनमस्ति किन्तु धनं विद्या नास्ति. धनं विद्या अस्ति इति नास्ति, तात्पर्यं तथा नास्ति. विद्या धनमस्ति, न तु धनं विद्या. अतः यथा सुन्दरी बालिका, तत्र बालिका सुन्दरी अस्ति, तत्र तत्र एकार्थबोधकत्वम् अस्ति. एकार्थबोधकत्वम् इत्यस्य कथनेन अत्र वैशिष्ट्यमस्ति, यतोहि अत्र वस्तुतः वृक्षत्वम् तत्र आम्रवृक्षः, आम्रे वृक्षत्वमस्ति, आम्रे वृक्षत्वमस्ति, एकार्थबोधकत्वम्. आम्र इति वृक्षः, वस्तुतः वृक्षः इति व्यापकः, आम्रः इति व्याप्यः. अत्र विद्या एव धनमपि तथा, धनमिति व्यापकं, विद्या इति व्याप्या. तर्हि तया दृष्ट्या पश्यामः चेत् तत्र सुन्दरी बालकः, तत्र चिन्तनीयमस्ति भगिनि, तत्र आम्र इति वृक्षः तस्मिन् किमस्ति इति किञ्चित् द्रष्टव्यमस्ति. अस्तु महोदय. व्यापकः वृक्षः, व्याप्यः आम्रः, वृक्षत्वम् आम्रे अस्ति. एकार्थबोधकत्वमिति वदामः चेदपि आम्रः इति भाषितपुंसकशब्दः नास्ति, नाम पुंवद्भावः न भवति इति तु निश्चितमस्ति. सत्यं, पुंवद्भावः अवश्यं न भवति. अत्र एकार्थबोधकत्वमिति किञ्चित् सैद्धान्तिकविचारः कर्तुं शक्यते, नाम थियोरेटिकलि स्पीकिङ्ग् किमस्ति, किन्तु तस्य व्यवहारिकप्रभावः अत्र नास्ति, खलु? अत्र यतो पुंवद्भावः न सम्भवति एव. अस्तु, यत्किमपि भवतु, तत्र प्रश्नः रोचकः अस्ति, अग्रे किञ्चित् द्रष्टव्यमस्ति. अस्तु, यत्किमपि भवतु, किन्तु पूर्वभावः इति अस्माकं विषयः, स च विषयः स्पष्टः जातः इति मन्ये. अस्तु, अग्रे गच्छेम. तर्हि अत्र विशेषरूपाणि तावत्पर्यन्तम् अस्माभिः प्राप्तमासीत्, विशेषरूपाणि अग्रे पठेम. इदानीं किं सुब्रह्मण्यं तत्र पठति वा? कुतः महोदय विशेषरूपाणि इत्यस्मात् आरभ्य वा महोदय? आम् आम्. अत्र त्रयोदश बिन्दुः, त्रयोदशः, त्रयोदशः विशेषरूपाणि. पूर्वपदं नकारान्तपदं चेत् प्रातिपदिकस्य विकृतिर्भवति, नकारस्य लोपो भवति. अत्र राजन् प्रातिपदिकं, समासः राजपुरुषः, विग्रहवाक्यं राज्ञः पुरुषः, आत्मन् आत्महत्या, आत्मनो हत्या, हस्तिन् हस्तिनाशा, हस्तिनो नासा, राजन् राजर्षिः, राजा ऋषिः. अत्र इदानीं विषयः अस्ति, अत्र पूर्वपदं प्रातिपदिके प्रातिपदिकं नकारान्तम् अस्ति, तदानीम् अत्र प्रातिपदिकस्य विकृतिर्भवति इति दत्तमस्ति, नकारस्य लोपः भवति इति. अत्र राजन् इति प्रातिपदिकं, समासः अस्ति राजपुरुषः, अत्र नकारस्य लोपः भवति इति दत्तमस्ति, परन्तु अत्र विग्रहवाक्यमस्ति राज्ञः पुरुषः. अत्र विषयः कः इति सम्यक्तया नावगच्छन् महोदय. सामान्यतया विकृति विकृतिर्भवति इति किमर्थं दत्तमस्ति इति. हा यथा सुन्दरः बालकः सामान्यतया अत्र सम्पूर्णरीत्या अत्र समासप्रक्रिया न प्रदर्शिता अस्ति, किन्तु यत्र समासः भवति तत्र प्रथमतया द्वयोः पदयोः तत्र उत्तमबालकः उत्तमः च तत्र उत्तमः बालकः उत्तमबालकः इति कर्मधारयसमासः. अत्र प्रथमतया उत्तमशब्दस्य उत्तमपदस्य बालकपदस्य च विभक्ति लोपः भवति. उत्तमः बालकः प्रथमतया विभक्तिलोपः भवति, इदानीं प्रातिपदिकत्वेन दृश्यते. उत्तम बालक लूक् इति भवति वस्तुतः. उत्तम बालक इति अस्ति, इदानीं द्वयोः संयोजनमस्ति उत्तमबालक. तदनन्तरं पुनः नूतनरीत्या वाक्यम् अनुसृत्य सन्दर्भम् अनुसृत्य विभक्तिः भवति. अतः उत्तमबालकः इति यस्मिन् यः विसर्गः अस्ति प्रथमविभक्तिकत्वम्, उत्तमः बालकः इति आरम्भे यः आसीत् प्रथमविभक्तिः बालकशब्दस्य, स च भिन्ना अस्ति. प्रथमतया द्वयोः विसर्गलोपः भवति उत्तमबालक, अनन्तरं संयुज्यते उत्तमबालक इति नूतनं पदमस्ति. अनन्तरं वाक्यमनुसृत्य उत्तमबालकः उत्तमबालकम् उत्तमबालकेन उत्तमबालकाय इत्यादिकं भवति इति क्रमः. अत्र किन्तु तथा नास्ति खलु. अत्र अत्र राज्ञः पुरुषः उत्तमः बालकः राज्ञः पुरुषः. तर्हि इदानीं विभक्तिलोपं कृत्वा प्रातिपदिकरूपेण भवति राजन् पुरुषः, किन्तु समस्तपदं राजन् पुरुषः नास्ति. सामान्यतया तत्र औत्सर्गिकनियमः अस्ति, सामान्यनियमः अस्ति यत् प्रातिपदिकद्वयं संयुज्यते, किन्तु अत्र यद्यपि राजन् इति प्रातिपदिकमस्ति तथापि नकारः न तिष्ठति इति वैशिष्ट्यं. तदेव विकृतिः इति तस्य अर्थः तदेव अस्ति वा महोदय? लोपः एव विकृतिः, लोपः एव विकृतिः. अस्तु अस्तु, इदानीम् अवगच्छामि. प्रातिपदिकस्य विकृतिरस्ति सर्वेषु इति औचित्यं. राज इति अत्र नकारस्य लोपः भूत्वा अत्र प्रातिपदिकस्य विकृतिः भवति राज इति, राजपुरुषः इति समास समस्तपदं भवति. तावदेव अत्र आत्मन् अत्र प्रातिपदिकमस्ति नकारान्तप्रातिपदिकम्, आत्महत्या इति समासः. अत्र आत्मनः हत्या अत्र सन्धिः भूत्वा अत्र विसर्गसन्धिः अपि अस्ति भूत्वा आत्मनो हत्या इति. अत्रापि समस्तपदे अत्र यदा भवान् उक्तवान् अत्र यत् आत्मनो आत्मनः हत्या यदा अस्ति अत्र विभक्तिलोपानन्तरम् अत्र सुप्रत्ययस्य लोपानन्तरम् अत्र आत्मन् इति प्रातिपदिकं भवति, परन्तु अत्र यदा अत्र दत्तमस्ति प्रातिपदिकस्य विकृतिः भवति इति, अत्र नकारस्य लोपः भूत्वा आत्महत्या इति समस्तपदं भवति. तावदेव अत्र हस्तिनो नाश अत्रापि नकारस्य लोपः भूत्वा हस्तिनाश. राजर्षिः राजा ऋषिः इति अस्ति, अत्र राजा इति प्रथमाविभक्तौ अस्ति, विभक्तिलोपानन्तरम् अत्र राजन् इदानीमपि अत्र नकारस्य लोपः भूत्वा राजर्षिः इति. सत्यं बहु समीचीनमस्ति. अस्तु, अपि च अत्र एकः प्रश्नः अस्ति मम. उचितं यत्र विग्रहवाक्यमस्ति तत्र सन्धि आवश्यककार्यमस्ति वा? न, अत्र वस्तुतः तत्र विग्रहवाक्यम् इति यदा वदामः तत्र वाक्यस्तरे अस्माकमेव पुस्तके वस्तुतः अयं विषयः ह्यस्तनः दिनद्वयात् प्राक् अयं विषयः आगतः आसीत्। अहं मातरमपि पृष्टवान् अस्माकं एकनिमेषः अत्र अस्माकं पुस्तके संहितैकपदे नित्या नित्या धातुपुत्रगयो संहितैकपदे नित्या नित्या धातुपुत्रगयोः नित्या समासे वाक्ये तु सा विवक्षाम् अपेक्षते। वाक्यमस्ति नवमीपुटे हा पुस्तकस्य आरम्भे एव अस्ति। क्षम्यतां, किं पुस्तकं? अस्माकं गीताप्रवेशः प्रथमभागः। ओके तत्र अस्ति वा? कुत्र अस्ति? न दृश्यते। नवमीपुटे नवमीपुटे अस्ति महोदय, अवधेयम् अतः अधोभागे श्लोकः अस्ति। ओ हा हा हा अस्तु, श्लोकं तु जानामि अहं, किन्तु पुस्तकं किम् इति। आमामाम्, अत्र कश्चन प्रश्नः आगतः आसीत् यतोहि काचन मां तत्र मह्यम् एकं पत्रं प्रेषितवती। तस्मिन् आसीत् यद् साहाय्यं यद् दकारः अपि च एकं यद् करोमि दकारः यद् करोमि। वस्तुतः प्रातिपदिकमस्ति दकारान्तः तद् करोमि, यद् साहाय्यं तद् करोमि, उभयत्र तत्र प्रातिपदिकमस्ति दकारान्तः। इदानीं प्रश्नः अस्ति यत् खरीचा भवेत् न वा चर्त्वादेशः यत् करोमि इति भवेदेव न वा इति प्रश्ने सति। अत्र वक्तुं शक्नुमः अनेन श्लोकेन यत् व्यस्तप्रयोगः भवितुमर्हति। व्यस्तप्रयोगः भवति चेत् तत्र जलां च शौन्ते इत्यनेन दकारस्य दकारः देशः, जलां दशौन्ते जष्ट्वं दकारस्य दकारः, यद् साहाय्यं तत् करोमि इत्यादिकं तद् करोमि। सामान्यतया तद् करोमि इति न चिन्तयामः, तत् करोमि, किन्तु यद् साहाय्यं तद् करोमि इत्यादिकं तत्र साधुरूपं वा इति प्रश्ने सति। अहं मातरं पृष्टवान्, सा तु एतादृशम् उत्तरं दत्तवती यत् अष्टाध्याय्याम् एतादृशश्लोकः अथवा एतादृशविधायकसूत्रं कुत्रापि नास्ति, यत् वाक्यस्तरे सन्धिः वैकल्पिकः। अतः वस्तुतः सा यदा कदापि सा किमपि लिखति सर्वदा यत्र कुत्रापि सन्धिः भवति अर्हति सा समस्त सर्वं लिखति एव समासः सन्धिः, क्षम्यतां, समासः नास्ति सन्धिः। अत्र विग्रहवाक्यमस्ति आत्मनः हत्या, तत्र वस्तुतः अत्र भिन्नबिन्दुः अस्ति इदानीं वदामि, किन्तु हस्तिनो नासा हस्तिनः नासा इति यदि मन्यामहे यद् वाक्यस्तरे सन्धिः वैकल्पिकः तर्हि अत्र विग्रहवाक्ये अपि तथा वैकल्पिकः अस्ति, यतोहि वाक्यमस्ति। किन्तु अत्र मातुः कथनमेवमस्ति यत् स्पष्टं नास्ति वस्तुतः यद् वाक्यस्तरे ये किञ्चित् उपरि नाम तत्र शास्त्रीयरीत्या अथवा परिष्कृतभाषा वदन्ति अपि च लिखन्ति ते तु नित्यरूपेण अधिकतया स्वीकुर्वन्ति आधिक्येन स्वीकुर्वन्ति यत् सन्धिः करणीयः एव यत्र कुत्रापि लभ्यते। यत् माता उक्तवती यत् तत्र मात्रा सा उक्तवती यत्र मात्रा एकस्मात् अधिकमात्रा अस्ति चेत् तत्र न भवति सन्धिः, किन्तु अतः तत्र प्रारम्भिकस्तरीयपुस्तकेषु तथा अस्ति यत् यदि मन्दं मन्दं वदामः तदानीं सन्धिः मास्तु. किन्तु माता उक्तवती तथा नास्ति. अत्र प्रमाणम् अयं श्लोकः कस्य इति स्पष्टं नास्ति इति कृत्वा माता न उक्तवती यत् मास्तु, यत् किन्तु उक्तवती यद् विवादास्पदं विषयः अस्तु, यत्किमपि भवतु. नाम यदि मन्यामहे यत् वाक्यश्चर्यविकल्पकः अस्ति तर्हि अत्र विग्रहवाक्ये अपि तथा. इदानीम् आत्मनो हत्या, अत्र अवगन्तव्यमस्ति यद् हिन्दीभाषायां हत्या इति शब्दः भवति, वस्तुतस्तु संस्कृतभाषायां पृथक्तया हत्या नाम कोऽपि शब्दः नास्ति. हत्या केवलं सन्धिप्रसङ्गे भवति, न तु पृथक्तया. विग्रहवाक्ये प्रदर्शितमस्ति किन्तु हत्या इति पृथक्तया न भवति. अस्तु, अग्रे गच्छेम. अत्र धन्यवादः. अत्र प्रश्नः अस्ति, राजन् प्रथम स्थले राज्ञः इति वदति, चतुर्थ स्थले राजन् राजर्षि, अत्र राजा इति वदति. द्वे अपि प्रथमाविभक्ति अस्ति, कथं? न न न, प्रथमाविभक्तौ कथं वदति भवती? राजा ऋषिः, ऋषिः तु प्रथमा विभक्ति न? आम्, अत्र राज्ञः ऋषिः इति न, अत्र राज्ञः इति षष्ठी विभक्तौ. अस्तु, तर्हि अग्रे अग्रे राजा ऋषिः, राजा एव ऋषिः इति अस्ति. अवधानपूर्वकम् आचार्यः. हा अस्तु, समीचीनमस्ति. तर्हि अत्र द्वितीयं पश्येम. इदानीं आन्द्रे महोदय तत्र पठितुमिच्छति वा महोदय? तत्र बि इति अस्ति वा? सत्यम्. इदानीं राजन् शब्दः यदा उत्तरपदं भवति तदा सामान्य सामान्याकारान्तपदं भवति, दाशरथो राजा इति. तत्र किं कर्मधारसमासः दशरथराजः इति भवति, राज्ञां राजराज इति भवति. तावदेव. अत्र शिक्षाक तथा राजन् इति अयं प्रति अयं प्रतिपद इदं प्रतिपदिकं यदा तत्र समासे उत्तरपदं भविष्यति तत्र तस्य कश्चन तत्र नकारस्य लोपः, अपि च तत्र कश्चन प्रत्ययः आगच्छति, अनेन आकार सामान्य आकारान्तकः शब्दः सः समासः तत्र भविष्यति. हा, समीचीनमस्ति. हा, तथा बहु समीचीनमस्ति. तर्हि अत्र दशरथ दशरथराजा इति नास्ति, दशरथराजः, राजराजः. अस्तु अस्तु, बहु समीचीनमस्ति. अग्रे अग्रे तर्हि लक्ष्मी भगिनी अग्रे. कर्मधारये महत् शब्दः पूर्वपदं चेत् सदा महा इति रूपं भवति तस्य. अत्र उदाहरणानि दत्तानि, महान् राजा, महाराजः, महन्तो मुनयः, महामुनयः, महती देवी, महादेवी, महद्यानं, महायानम्. इत्युक्ते अत्र कर्मधारयसमासे यदि महत् इति पदं पूर्वपदमस्ति चेत् तदा महत् इत्यस्य स्थाने महा इति रूपम् आगच्छति त्रिषु लिङ्गेषु इति उक्तमस्ति उपरि. अत्र महाराजः इति समस्तपदम् विग्रहवाक्यमस्ति, महान् राजा. अत्र एकार्थबोधकत्वमस्ति, अपि च सामानाधिकरण्यम् अपि अस्ति. पदद्वयमपि प्रथमाविभक्तौ अस्ति. अत्र कर्मधारयसमासः अस्ति. अत्र महत् इत्यस्मिन् स्थाने महा इति समस्तपदे लिखितमस्ति. अत्र पदद्वयमपि एकवचने अस्ति. महन्तो मुनयः, अत्र बहुवचने तदेव बहुवचने अस्ति इत्युक्ते मुनयः महन्तः इति विग्रहवाक्यं दत्तमस्ति. तत्र समस्तपदं महामुनयः इत्युक्ते यद्यपि अत्र कर्मधारयसमासे महत् इति पदम् अस्ति स्त्रीलिङ्गे वा भवतु लिङ्गे वा नपुंसकलिङ्गे वा भवतु अथवा एकवचने अथवा बहुवचने वा भवतु तत्र महत् इति शब्दस्य स्थाने महा इति रूपमेव समस्तपदे दृश्यते. उत्तमं. हा महती देवी, महती देवति स्त्रीलिङ्गे उदाहरणमस्ति महादेवी, अपि च नपुंसकलिङ्गे महद्यानं महत् यानं महायानम् अस्तु. बहु सम्यक् अस्ति इति वैशिष्ट्यमस्ति. तर्हि अग्रे गच्छेम. अधुना किं जगन्नाथमहोदय अग्रे? सर्व समासेषु सर्वनाम सर्वदा पूर्वपदं भवति. सर्वनाम उत्तमपुरुषस्य मध्यमपुरुषस्य वा चेत् तदा तस्य पञ्चम्यान्तं भवति. अहं मत् वयम् अस्मद् त्वं त्वत् यूयं युष्मद् इति तत्र उदाहरणानि दत्तानि. मम मनः तर्हि मत् मनः भवितव्यं सन्धिं भूत्वा मन्मनः इति अन्तिमरूपं तादृशमेव. अस्माकं वियोगः एतद् मम इति तु सर्वनाम शब्दमस्ति तदर्थं तस्य सर्वदा पूर्वपदं भवति पञ्चम्यान्तमपि भवति इति. अस्माकं वियोगः तर्हि अस्मद् इति पञ्चम्यान्तम् अस्मद्वियोगः इति. युष्माकं मित्रं युष्मद् मित्रं सन्धिं भूत्वा युष्मन् मित्रम् तथैव. तव कृते त्वत् इति वदत् पञ्चम्यान्तं त्वत् कृते इति अन्तिमरूपं. त्वयि स्नेहः अत्रापि यद्यपि सप्तमी इत्यस्य अर्थः भवति तत्रापि व्याकरणनियमेन त्वत्स्नेहाः इति स्नेहः वा स्नेहः वा स्नेहः स्नेहः तत्र लेखनदोषः अस्ति. अस्तु त्वत्स्नेहः इति अन्तिमरूपं सर्वनाम प्रथम. हा अस्तु समीचीनमस्ति. तर्हि अत्र उत्तमपुरुषे मध्यमपुरुषे वा चेत् तत्र पञ्चम्यन्तं भवति. अपि च तत्र विद्याभगिनी अग्रे. सर्वनाम प्रथमपुरुषः चेत् सदा तत् इत्येव भवति विभक्तिः. वचनं लिङ्गं यत् किमपि भवतु. सः तौ ते सा ते ताः तत् ते तानि तत् तस्य पुरुषः तत् पुरुषः हिस् मेन् सर्वेण्ट् तस्याः पति तत् पतिः तस्मिन् रतः तद् रतः डिवोटेड् टु देट्. अत्र सर्वनामशब्दः प्रथमपुरुषे अस्ति चेत् सर्वदा तत् इति एव भवति. अत्र यत्किमपि लिङ्गं वचनं भवतु तत् इति एव भवति. अत्र उदाहरणमस्ति तत् पुरुषः इति समस्तपदं, तस्य पुरुषः इति षष्टितत्पुरुषसमासः, तस्य इति प्रातिपदिकरूपं तत् तत् इति एव अत्र समस्तपदे तत् पुरुषः प्रथमपुरुषे. तस्याः पति तत् पतिः पुनः तत् इति प्रथमपुरुषे. तस्मिन् रतः तत् रतः सन्धिं कृत्वा तद् रतः. अस्तु समीचीनमस्ति. इदानीं कश्चन नूतनविषयः आगच्छति एतावत् स्पष्टं स्यात्। अत्र वैशिष्ट्यानि सन्ति, वैशिष्ट्यानि तत्र केवलं मनसि भवेयुः। इदानीम् अत्र नूतनविषयः अस्ति उपपदसमासः। उपपदसमासः इति अस्ति, अस्तु लीना भगिनि कृपया। एकः प्रश्नः अपि अस्ति, सर्वनाम उत्तमपुरुष मध्यमपुरुषस्य ये उदाहरणानि सन्ति तत्र यानि उदाहरणानि सन्ति तत्र विभक्तिलोपः न भवति, किन्तु सर्वनाम प्रथमपुरुषः चेत् तत्र तु प्रातिपदिकम् एव गृहीतमस्ति। एतत्तु विशेष किं कुत्र न अहम् इति अस्मत् अहं मन्मनः इत्यत्र सामासिकपदे मत् इति पञ्चम्यन्तविभक्तिपदं गृहीतमस्ति, न तु प्रातिपदिकम् इति अहं वक्तुं कामास्मि। नाम पञ्चम्यन्तं खलु? आम्। तर्हि नाम अन्यत् किमपि नाम सर्वत्र पञ्चमी इति? सर्वत्र पञ्चमी। अहं किं वक्तुं कामास्मि यतः यत् अत्र प्रातिपदिकं न स्वीकृतम् अस्ति। हा सत्यं, किन्तु सर्वनां प्रथमपुरुषे प्रातिपदिकम् एव स्वीकृतम् अस्ति। सत्यं सत्यं सत्यं, हा हा समीचीनमेव। तर्हि महोदय अत्र अस्माकं वियोगः इत्यस्मिन् मत्वियोगः इति नास्ति, अस्मद्वियोगः इति एव बहुवचनान्तप्रातिपदिकम्। अस्मद् इति प्रातिपदिकमस्ति खलु, पञ्चम्यन्तमस्ति अस्माकम् इति अस्मद् इति एव पञ्चम्यन्तमस्ति खलु, अस्मदिति पञ्चम्यन्तमस्ति। तर्हि प्रश्नः कः? मम मनः इत्यस्मिन् मत् मनः अस्माकम् इति बहुवचनान्तम् अस्ति इति कृत्वा तत्र प्रातिपदिकरूपम् अस्ति वा? किमर्थं तत्र मत् मनः नास्ति, बहुवचने अस्ति इति वा? अस्माकम् इति अत्र अस्माकम् इत्यस्य पञ्चम्यन्तं मत् नास्ति खलु? अस्माकम् इत्यस्य पञ्चम्यन्तम् अस्मत् इति। अस्तु अस्तु अस्तु क्षम्यताम्। अस्तु अस्तु समीचीनम्। अस्तु लीना भगिनी अग्रे। उपपद् समासः, वस्तुतः अयं समासः नञ् प्रभृतयः इति इत्यसां श्रेण्यां भवति। इयं श्रेणी तत्पुरुषसमासस्य कश्चन उपभागः। तत्पुरुषसमासः अस्ति इति अभिज्ञातुं शक्नुमः यतोहि तस्य उत्तरपदप्राधान्यम्। अतः बोधार्थं तत्पुरुषस्य नाम्ना चर्चा अधः कृता। अत्र उक्तमस्ति उपपत् उपपत्समासः तत्पुरुषसमासस्य एव भागः वर्तते यतः उत्तरपदप्राधान्यं तत्र अस्ति। अतः किन्तु समासप्रकरणे अष्टाध्यायी इति न जानामि, अष्टाध्याय्यां कदाचित् समासप्रकरणे नय प्रभृतयः एकः विभागः अस्ति, तत्र उपपदसमासः आगच्छति वा इति न जानामि, किन्तु अस्य वाक्यस्य अर्थः एतद् अपि इति अहं मन्ये। अत्र अत्र वैशिष्ट्यमस्ति, अत्र वैशिष्ट्यमस्ति यत् उपपदसमासे उपपदसमासे विग्रहे विग्रहवाक्ये तिङन्तपदमस्ति। आम्, अधोभागे पश्यतु सर्वत्र तिङन्तपदमस्ति, तिङन्तपदमस्ति। हा किन्तु अवगन्तव्यमस्ति यत् समासः केवलं सुबन्तयोः सुबन्तानां समासः, तिङन्तस्य केवलं विग्रहस्तरे अस्ति। अत्र धातोः विशिष्टरूपं विकृतरूपं भवति अन्ते। तत्र सामान्य उदाहरणमस्ति कुम्भं करोति इति कुम्भकारः, करोति कुम्भं करोति इति विग्रहवाक्यमस्ति कुम्भकारः। अत्र अत्र समासे किन्तु तिङन्तपदस्य समासः अत्र न स्वीकर्तव्यमस्ति इति अत्र वैशिष्ट्यमस्ति. उत्तरपदप्राधान्यमस्ति, अपि च उत्तरपदं धातोः विकृतरूपमस्ति इति कृत्वा उपपदसमासः अस्ति. अत्र नञ् प्रभृतयः नाम इत्युक्ते नञ् नञ् आदयः इति कश्चन गणः अस्ति तावदेव. नाम नञ् समासे अत्र कोऽपि सम्बन्धः नास्ति, केवलम् एकं सङ्ग्रहणम् एकः समूहः अस्ति यत्र अन्यत्र कुत्रापि न स्थापयितुं योग्यत्वं नासीत् इति कृत्वा नञ् प्रभृतयः नञ् आदयः इति नञ् समासः इति केवलं नकारात्मक अर्थे अत्र अस्ति, न धर्मः अधर्मः इत्यादिकमस्ति. किन्तु अत्र उपपदसमासस्य पुनः नञ् समासस्य द्वयोः मध्ये न कोऽपि सम्बन्धः, केवलम् असम्बद्धानां सङ्ग्रहः अस्ति अत्र तावदेव. अस्तु भगिनि, द्वितीयम्. केचन द्वितीयतत्पुरुषाः सन्ति येषाम् उत्तरपदं धातोः विकृतरूपं भवति, येषु पूर्वपदं धातोः कर्मपदं भवति. येषां विकृतधातूनां स्वतन्त्रतया न कोऽपि प्रयोगः, अतः विग्रहवाक्ये सामान्यतया तेषां लट्लकाररूपस्य प्रयोगो भवति. यदि अद्य एव भवता कथितमस्ति यत् विकृतं रूपं धातोः स्वीकृतम् अस्ति, यदा कुम्भकारः कुम्भं करोति इति पदस्य कारः इति विकृतं रूपं गृहीत्वा उत्तरपदे स्थापयित्वा तस्य उपपदसमासं कृतम् अस्ति. कुम्भम् इति कर्मपदसमासः कृतः उपपदसमासः कृतः अस्ति कर्मणि कृतः इति कर्मणि अर्थे अस्ति खलु. आं तर्हि अत्र कर्तृपदं किं भवत्या उक्ते मया समासः कृतः इति. आं सत्यम्. एषु अस्मिन् वाक्ये कुम्भम् इति कर्मपदम् अस्ति, अतः पूर्वपदे सामान्यतया या कर्मपदम् एव अस्ति. विकृतधातूनां प्रयोगः अन्य कुत्रापि न दृश्यते, केवलम् उपपदसमासे एव दृश्यते. विग्रहवाक्ये लट्लकारस्य प्रयोगः भवति अकार्डिङ्ग् टु द कान्टेक्स्ट्, सन्दर्भम् अनुसृत्य लट्लकारस्य प्रयोगः भवति इति मतितार्थः एतस्य वाक्यस्य. हा, लट्लकाररूपस्य प्रयोगो भवति. हा, सन्दर्भम् अनुसृत्य अत्र सर्वत्र अस्ति, यतोहि अत्र अन्य कोऽपि उपायः नास्ति. तस्य अर्थस्य स्पष्टी अथवा व्यक्तीकरणार्थं विग्रहवाक्यस्तरे तत्र तिङन्तरूपस्य उपयोगः भवति इति सूचना अस्ति. अपि च तत्र केवलं वदामि, सर्वेषां लाभाय वदामि यत् भारतदेशे यादृशी मातृभाषा अस्ति तदनुसृत्य तत्र उच्चारणभेदः अस्ति. अत्र दक्षिणभारते किञ्चित् दौर्बल्यं भवति, उत्तरभारते अपि तादृशं भवति. अत्र भवति पुनः तत्र प्रथमशब्दस्य उच्चारणं करोतु कृपया. कस्य शब्दस्य? प्रथमशब्दस्य अस्यां पङ्क्तौ. केचन. हा, किन्तु तत्तु सत्यं नास्ति खलु, साधु नास्ति. पुनः तत्र कथं भवेत्? केचन भवितुमर्हति. अवश्यं भवितुमर्हति, न भवेदेव. क्षम्यतां. मराठीभाषायाः प्रभावः अस्ति अत्र. आमामामाम् अवगच्छामि, एवमेव वदामि. अस्माकं तत्र अभ्यासः परिवर्तनीयः अस्ति खलु. नाम आदत् इति वदामः, तत्र अभ्यासः अत्र प्रादेशिकभाषासु तादृश अभ्यासः भवति. अत्र दण्डः नास्ति इति कृत्वा केचन इति वक्तव्यमस्ति. अस्तु, सम्यक्. अग्रे गच्छेम. अधुना मेहुलमहोदय, अग्रे मेहुलमहोदय. आम् महोदय, धातूनां विकृतरूपनिर्माणार्थं केचन नियमाः सन्ति. आकारान्तधातुः चेत् अकारान्तः भवति, यथा पा इति प भवति. इकारान्तः उकारान्तः ऋकारान्तश्चेत् अन्ते तकारः संयुज्यते, यथा कृ इति अकृत् इति भवति. अत्र धातूनां कृते केचन विकृतिरूपनिर्माणार्थं नियमाः सन्ति. तत्र प्रथमनियमः अस्ति, यदि आकारान्तधातुः अस्ति चेत् तत्तु अकारान्त इति भवति. एकम् उदाहरणम् अत्र दत्तमस्ति, पा इति धातुः अस्ति, आकारान्तधातुः अस्ति, तत्र प इति अकारान्त भवति. अपि च तत्र ईकारान्तः धातुः अस्ति चेत्, अपि च उकारान्तः अपि चेत्, ऋकारान्तः अस्ति चेत्, तत्र अन्ते यः तकारः अस्ति अन्ते तत्र तकारः संयुज्यते. अत्र एकः अन्यम् उदाहरणं दत्तमस्ति, कृ इति धातुः अस्ति, अत्र ऋकारान्तः धातुः अस्ति, अतः तत्र अन्ते तकारः इति आगच्छति, अतः कृत् इति अन्तिमं रूपं भवति इति वाक्यस्य अर्थः अस्ति. अस्तु, एकम् उदाहरणम् अत्र. आम्, प्रथमम् उदाहरणमस्ति विद् इति धातुः अस्ति, विग्रहवाक्यः अस्ति वेदान् वित्ति. अत्र समासः समस्तपदमस्ति वेदवित्, वेदवित् तस्य अर्थः अस्ति नोहर्, नोहर् आफ़् द वेदाज्. अत्र विद् इति धातुः अस्ति, तत् तस्य विकृतरूपं भवति वेत्ति. अत्र विद् इति धातु न न वेत्ति इति विकृतिरूपम् अस्ति, वेत्ति वेदान् वेदान् इति विकृतिरूपं भवति. न एकवारं पश्यतु, अत्र धातुः अस्ति विद्, अत्र वेदान् वेत्ति, अत्र वेदस्य तत्र बहुवचनान्त द्वितीयविभक्ति अन्तरूपमस्ति, द्वितीयविभक्ति अन्तरूपमस्ति, बहुवचनान्तरूपमस्ति वेदान्, वेति इति तिङन्तरूपमस्ति. समस्तपदे वेदवित् इति भवति, अत्र नकारः अन्ते अस्ति, तत्र विशेषरूपाणि वयं दृष्टवन्तः. पूर्वपदं नकारान्तपदम् अस्ति चेत् प्रातिपदिकस्य विकृतिर्भवति, तत्र नकारस्य लोपः भवति, अतः वेदवित् इति भवति. अपि च वेत्ति इत्यस्मिन्नपि विकृतरूपं भवति, वित् इति भवति. एकनिमेष, एकनिमेष, अत्र वेदान् इति प्रातिपदिकं नास्ति. प्रातिपदिकं किं? प्रातिपदिकं विद् इति अस्ति. न न, प्रातिपदिकम् अकार, साधारण अकारान्तशब्दः वेद, वेद रामशब्दवत्. आम् आम् आम्, रामः, राम रोमा, रामाः, रामः इति अस्ति, देवः, देवो देवाः, अत्र वेदः, वेदो वेदाः, वेदशब्दः. बहुवचने तत्र द्वितीयविभक्तौ तत्र वेदान् अस्ति, अत्र वैशिष्ट्यं किमपि नास्ति. अत्र अत्र तत्र सुबन्त दुःख कृत्वा वेद इति यथा सर्वत्र सर्वत्र तथा अस्ति. रामश्च कृष्णश्च, रामकृष्णौ, राम कृष्ण द्वितीयविभक्तौ रामकृष्णौ. तर्हि राम इति यथा रामः इति आरम्भे आसीत्, अत्र वेदान् अत्र विभक्तिभेदः वचनभेदः तावदेव अस्ति, किन्तु प्रातिपदिकमस्ति अकारातः वेद. अनन्तरं वेत्ति इति विकृतरूपं वेत् इति न, अत्र वेत्ति इति तिङन्तरूपमस्ति. अदादिगणे वेददातुः, वेददातु अकारान्तदातुः, अत्र अदादिगणे अस्ति वेत्ति, जानाति इति अर्थे, जानाति इति अस्मिन् अर्थे वेत्ति. अत्र वेददातुः इदानीम् अत्र वस्तुतः प्रथमस्तम्भे ये दातवः प्रदर्शिताः, प्रथमस्तम्भे वेद, ज्ञा, हन् एते दातवः, एतेषां धातूनां विशिष्टरूपं भवति समासे. अतः प्रथमस्तम्भे तत्र प्रथमस्तम्भतः तृतीयस्तम्भं गत्वा द्रष्टव्यमस्ति यत् अन्तिमभागः कः. वित् वित् इति तस्य तकारः आगच्छति, तकारः संयुज्यते, यत् इकारान्तधातुः अस्ति अतः न इकारान्तधातुः नास्ति उपरि आप यत्र अजन्तधातुः अस्ति पा अथवा कृ धातुः अथवा तत्र जि धातुः यत्किमपि अत्र आकारान्त इकारान्त उकारान्त ऋकारान्त अजन्तदातुः अत्र हलन्तदातुः अस्ति अन्ते दकारः अस्ति अतः उपरि यद् लिखितमासीत् अत्र एवं दकारस्थकारः इति भिन्नरीत्या प्रदर्शनमस्ति अत्र तादृशनियमः नास्ति वेदवित् महोदय अत्र किमर्थं द्वितीया तत्पुरुषः इति अत्र द्वितीया तत्पुरुषः अस्ति वा अथवा उपपदसमासः अस्ति वा हा तत् वस्तुतः तत्पुरुषसमासः अस्ति एव तत्पुरुष नाम उपपदसमासः तत्पुरुषः अस्ति एव अपि च द्वितीयविभक्तिः अस्ति अत्र द्वितीयतत्पुरुषः इति न लिखितम् अस्ति अत्र अथवा वस्तुतः अत्र द्वितीयतत्पुरुषः न लेखनीयम् अस्ति इति वस्तुतः द्रष्टव्यमस्ति द्वितीयतत्पुरुषः अस्ति एव प्रायः द्वितीयतत्पुरुषस्य विशिष्टरूपम् इति वक्तुं शक्नुमः द्वितीयतत्पुरुषः किमर्थं न वदेम अत्र यत्र नाम पूर्वपदस्य द्वितीयाविभक्तिकत्वम् अस्ति कर्मपदत्वम् अस्ति तत् अपि च तत् तु लुप्यते तत्तु द्वितीयतत्पुरुषः तत्र न वक्तव्यमिति किञ्चित् द्रष्टव्यमस्ति अत्र विशिष्टरूपमस्ति उपपदसमासः इति तु सत्यम् उपपदसमासः इत्यस्मिन् तत्र उत्तरपदस्य तत्र उत्तरपदं धातुः अस्ति तस्य विशिष्टरूपं भवति परन्तु अत्र द्वितीयतत्पुरुषसमासः तु विशिष्टशब्दानामेव भवति खलु अतः एव मम प्रमाणः अतः तया दृष्ट्या तु न भवति सत्यं तत्तु सत्यम् अवश्यं महोदय अत्र विद् दकार हल् धातुः अस्ति अत्र समासप्रक्रियायां अत्र सामान्यतया यत्र दकारः अस्ति तत्र विकल्पेन रूपद्वयमस्ति अत्र वेदविद् वेदवित् तादृशं विकल्पः अस्ति न वा अत्र अति द्रष्टव्यमस्ति वेदविद् सामान्यतया रूपद्वयं स्यात् इति किञ्चित् द्रष्टव्यमस्ति सत्यं हा नाम जनान् दृशन्ति वावसाने इति हा इति रूपद्वयं प्रायः स्यात् अत्र समासप्रक्रियायां द्रष्टव्यमस्ति किन्तु प्रायः किमर्थं न स्यात् प्रायः स्यात् वेदवेद वेदवित् इति रूपद्वयम् अस्तु अग्रे गच्छेम इदानीं किं कार्तिकमहोदय अग्रे द्वितीयतत्पुरुषं विहाय तत्र पठामि वा न अत्र द्वितीयम् उदाहरणं ज्ञा इति धातुः शास्त्राणि जानाति विग्रहवाक्यं समासः शास्त्रज्ञः नोयर् आफ् दि शास्त्रास् अत्र ज्ञा इति धातुः धातोः विकृतरूपं ज्ञः इति भवति आम् तर्हि अत्र सर्वेषु उदाहरणेषु प्रथमपदं कर्मपदमस्ति कुम्भं करोति कुम्भकारः वेदान् वेत्ति वेदान् जानाति वेदान् वेत्ति शास्त्राणि जानाति इति सर्वेषु उदाहरणेषु प्रथमं पदं कर्मपदमस्ति अनन्तरं सुपः लुक् भवति अतः शास्त्राणि शास्त्र अकारान्तपदमस्ति अकारान्तशब्दः अपि च ज्ञा इति नियमम् अनुसृत्य तत्र अकारान्तशब्दः तत्र आकारस्य अकारः भवति शास्त्रज्ञः अस्तु अग्रिमम् उदाहरणं महोदय कार्तिकमहोदय हन् धातुः वृत्रं हन्ति वृत्रहन् इति समासपदं स्लेयर् आफ् वृत्रा अत्र वृत्रम् इति कर्मपदमस्ति, अत्र धातोः विकृतिरूपं नास्ति, धातोः रूपमेव अस्ति समासपदे अपि. सत्यम्. अच्छा, वृत्रम् इति कर्मपदमस्ति, द्वितीयविभक्तौ तस्य प्रातिपदिकमस्ति वृत्र. अस्तु, बहु सम्यक् अस्ति. अग्रे पद्मा भगिनी, अग्रे. एकः प्रश्नः मम, सामान्यतया शत्रुघ्न इति पदे घ्न इति अपि आगच्छति, घनधातोः एव. शत्रुघ्नः प्रश्नः कः न अत्र, ज्ञाति धातोः प्रश्नः वा न, हनधातोः शत्रुघ्नः शत्रून् हन्ति इति. सत्यं हा, सत्यं. शत्रुघ्नः शत्रुघ्नः शत्रुघ्नः इति कथं भवति इति द्रष्टव्यमस्ति समासप्रक्रिया. संयोगः गै, घै प्रत्ययः न, तत्र घान् इति भवति. शत्रुघ्नः शत्रुघ्नः किमर्थमस्ति, अपि च अत्र वृत्रहन् इति अत्र भिन्नसमासः प्रायः सम्पूर्णरीत्या. तत्तु उपपत्तत्पुरुषसमासः एव कर्मपदमस्ति खलु. शत्रुं शत्रुं हन्ति इति, शत्रून् हन्ति, शत्रून् हन्ति, तर्हि तथा त्रूढिः बलीयसी इति वक्तुं शक्नुमः वयम्. अस्तु अस्तु, अग्रे अग्रे पद्मा भगिनी अस्ति वा. धातु पा अस्ति, सोमं त्रिभा विग्रहवाक्यं, धातु पा अकारान्तपदम्, अत्र विकृतिरूपम् अकार प आगच्छति, सोमपः ड्रिङ्कर् आफ् सोम. अस्तु, समीचीनमस्ति, अत्र समीचीनम् उदाहरणमस्ति. एवमेव पादपः पादेन पिबति, अत्र पादेन अस्ति किन्तु पादेन पिबति इति पादपः. सोमं पिबति इति पिबति, तत्र कारः भवेत् सोमं पिबति इति सोमपः पिबति इति स्वीकरोमि. अस्तु भगिनि, अग्रिमम् अहमेव. धातु दा वरं ददाति, अत्र अत्रापि आकारान्तपदम् आगच्छति, अत्र रूपं द रूपं भवति. वरं ददाति वरदः प्रथमविभक्त्या आगच्छति. बहु सम्यक् अस्ति. अस्तु, तर्हि अग्रे गच्छेम. राजी भगिनी, अग्रे. धातुः जि विग्रहवाक्यं विश्वं जयति, समासः विश्वजित् आल् कान्करिन्. धातुः इकारान्तधातुः, विकृतरूपनिर्माणार्थम् अन्ते तकारः संयोजनीयम्, अतः विश्वजित् इति अन्ते तकारः आगच्छति समासपदे. आम्, सत्यम्. अग्रे. कृ कर्म करोति, कृ धातुः अपि ऋकारान्तधातुः, कर्म करोति वा कर्मं करोति वा महोदय, तत्र द्वितीयरूपं तस्य शब्दस्य लिङ्गं किं? कर्म करोति लिङ्गं किं? नपुंसकलिङ्गं किल कर्म, प्रातिपदिकं कर्मन्. रूपाणि वदतु. रूपाणि अहं विस्मृतवती कर्म कर्मणि कर्माणि ओ कर्म कर्मणि कर्माणि नपुंसकलिङ्गे सदा खलु तत्र प्रथमभक्तौ द्वितीयभक्तौ समानता समानमेव अस्तु कृ धातुः ऋकारान्त धातुः विकृतरूपनिर्माणार्थम् अन्ते तकारः योजनीयम् अतः कर्मकृत् इति समासपदम् बहु सम्यक् अस्ति अस्तु अग्रे अग्रे इदानीं बालसुब्रह्मण्यम् अग्रे महोदय अत्र क्षम्यताम् अत्र कर्मकृत् अथवा कर्मकारः इति रूपद्वयं सम्भवति वा कर्मकारः अपि आम् कर्मकारः अपि भवति कर्मकारः अपि अवश्यं भवति तत्र भेदः कः इति प्रायः तत्र विकल्पेन कर्मकारः कर्मकृत् इति रूपद्वयं स्यात् सत्यम् अग्रे अग्रे आमां लोकानां क्षयं करोति इति विग्रहवाच्यः इति तकारः संयुज्यं भवति कृ तकृत् इति सो समासा समस्तपदं लोकक्षयकृत् विग्रहवाक्यं लोकानां क्षयं करोति आम् तर्हि अत्र लोकानां क्षयः इति षष्टितत्पुरुषः लोकानां क्षयः लोकक्षयः लोकक्षयं करोति लोकक्षयकृत् इति षष्टितत्पुरुषगर्भ उपपदसमासः अस्तु बहु सम्यक् अस्ति अस्तु महोदय भवान् एव अग्रे द्वितीयसत्पुरुषं विहाय धातुः गम् धातु विग्रहः के गच्छति समासः घ खगः स्कैगोः अत्र मकारः लोपः भवति ख गच्छति के गच्छति के इति सप्तमी विभक्ति सप्तमी तत्पुरुष वाक्यं किल के गच्छति अत्र अत्र खगः अत्र ग इति न भवेत् अत्र खे गच्छति इति खगः अस्ति अत्र ग इति न स्यात् कथम् आगतमस्ति ग खगः द्वितीया विभक्ति किमर्थं न आगच्छति गच्छति इति पदस्य कर्मपदं नाम कुत्र गच्छति तस्य द्वितीया विभक्ति एव भवितुम् अर्हति खं गच्छति खं गच्छति इति खं गच्छति इत्युक्ते अन्यत्र स्थितः अनन्तरम् अन्यत्र स्थितः अनन्तरं गन्तव्यस्थानम् इति खम् इति कृत्वा तत्र अर्थः भिन्नः गन्तव्यस्थानमस्ति चेदेव तत्र द्वितीयविभक्तिकत्वं भवति खलु अत्र अधिकरणार्थे अस्ति खे गच्छति खे गच्छति सप्तमी भक्तौ कथम् आगच्छति तत्र आहाये गच्छति इति वा आकाशे गच्छति इति अर्थः वा आकाशे गच्छति इति अर्थः आकाशात् एव अर्थः अस्ति खशब्दस्य खशब्दस्य अर्थः आकाशः खे गच्छति खगः अस्तु समीचीनं तर्हि अग्रे अभिनवः महोदय अस्ति वा अस्मि महोदय अस्तु समीचीनम् अग्रे गृहे तिष्ठति अत्र स्था धातु अतः गृहस्थः इति भवति आं बहु समीचीनमस्ति तर्हि उपरि आसीत् खलु गं गः तत्र धातोः विकृतरूपम् अपि च स्था स्थः वदतु महोदय अत्र आकारः अत्र स्था इति अत्र आकारान्त धातुः अस्ति, तत्र अकारः भविष्यति। हा, यथा उपरि अस्माभिः दृष्टमासीत् सोमं पिबति इति सोमपः वरं ददाति इति शास्त्राणि जानाति शास्त्रज्ञ। हा सत्यं, हा तर्हि अत्र स्था इति अस्य स्थः गृहस्थः। अस्तु समीचीनम्, अग्रे ब्राह्मणो जायते जन् जन् धातुः अस्ति, तत्र ब्रह्मजः। आम्, ब्रह्मणो जायते इति ब्रह्मजः, ब्रह्मणः तत्र। अस्तु समीचीनमस्ति, ब्रह्मजः। अत्र महोदय पञ्चमी विभक्ति भविष्यति वा? ब्रह्मणो सत्यं पञ्चमीविभक्तौ, ब्रह्मणः इति पञ्चमीविभक्तौ अस्ति, तस्मात् जायते इति ब्रह्मजः। अस्तु, बहु सम्यक् अस्ति। तर्हि अग्रे गच्छामि, पुष्पा भगिनी अग्रे। अस्तु महोदय, पादेन पिबति पादपः, तत्तु पादपः अकारः आगच्छतु प्रथमाविभक्ति महोदय। आम् आम्, पादेन पिबति इति पातिधातोः आकारलोपः इति कृत्वा पादप इति प्रातिपदिकम् अस्ति प्रथमविभक्तौ पादपः। समीचीनम्, अस्तु अग्रे। अग्रे केषुचित् तत्पुरुषेषु पूर्वपदस्य विभक्तिसहितं रूपं तिष्ठति एव। पूर्वपदस्य विभक्तिसहितं धनञ्जयः धनञ्जयः तत्र विभक्तिसहितं रूपकं नाम किं? धनं तत्तु द्वितीयविभक्ति अस्ति, धनः धनं तत् तथैव तिष्ठति। धनं जयति इति धनञ्जयः जयः। परस्मैपदं परस्मैपदं तत्तु तृतीयविभक्ति। का विभक्तिः? चतुर्थी विभक्ति। हा, परस्मैपदम् इति अत्र विभक्तिः तिष्ठति इति वैशिष्ट्यमस्ति। परस्मैपदं परस्मैपदमिति अस्ति। अस्तु, तर्हि अग्रे इदानीं किम्? अस्तु, बालसुब्रह्मण्यं वदतु अग्रे। वाचस्पति वाचः वाचस्य पति षष्ठीतत्पुरुषः वाचः पति वाचः पति वाचः पतिः इति अस्ति वाचस्पतिः वाचस्पतिः षष्ठीतत् किल महोदय? हा, षष्ठीविभक्तिः षष्ठीविभक्तिः अस्ति। हा, तत् विभक्तिलोपः न जातः। अस्तु समीचीनम्, अग्रे। युधिष्ठिरः युधिष्ठिरः सप्तमी तत्पुरुषः स्थिरः स्थिरः युधिष्ठिरः हा युधिष्ठिरः अत्र षष्ठी तत्पुरुषः अथवा सप्तमी तत्पुरुष इति न वक्तव्यम् अस्ति अत्र, यतोहि किं तत्र विभक्तिलोपः नास्ति। विशिष्ट केचन विशिष्टाः सन्ति एतादृशाः। अस्तु, इति तत्र इदानीं करपत्रं समाप्तमस्ति, अग्रे गच्छेम। इदानीं पुस्तके किञ्चित् समयः अस्ति इति कृत्वा तत्र द्वितीय अध्यायः अस्ति महोदय। क्षम्यताम्, अत्र युधिष्ठिरः इति पदद्वयं युधिः स्थिरः इति वा अथवा युधिः सप्तम्यन्तं पदमिति वा? सप्तमी अस्तु हा विभक्तिः नास्ति विसर्गः नास्ति युधिष्ठिरः तत्र सप्तमी अस्ति अस्तु तर्हि अत्र अस्माकं पुस्तकमस्ति अग्रे गच्छेम किञ्चित् अस्ति समयः पुस्तके तत्पुरुषसमासः आरभ्यते कस्मिन् पुटे अस्ति इति पश्यामि आम् अत्र चतुर्विंशति अधिक एकशतम् अत्र अस्ति आम् तत्र तत्पुरुषसमासः अस्ति चतुर्विंशति अधिकशततमे पुटे तस्य च तृतीयपृष्ठं पश्येम कथायाः तत्र पठनार्थम् इदानीं समयः नास्ति किञ्चित् किं व्याकरणस्य परिचयः भवतु अत्र षड्विंशति अधिकशततमे पुटे अस्ति अस्तु तर्हि अत्र तत् अधोभागे अस्ति अधोभागे दत्तमस्ति केषाञ्चित् उदाहरणानि एतेषां विग्रहवाक्यम् अस्तु नदीतीरम् इति नद्याः तीरम् इति किञ्चित् पश्येम अत्र किमस्ति एतेषां तत्र विग्रहवाक्यमिदमस्ति इति आन्द्रे महोदय पठति वा नदीतीरं मम तु पुस्तकं नास्ति पुस्तकं नास्ति अस्तु नास्ति सुन्दर लक्ष्मी भगिनि एतेषां विग्रहवाक्यम् इदं भवति नदीतीरं नद्याः तीरम् अहं चिन्तयामि षष्टितत्पुरुषसमासः इत्युक्ते अत्र षष्टिविभक्तेः लोपः जातः व्याकुलतापन्नः व्याकुलताम् आपन्नः अत्र आपन्नः इति पदम् अस्ति इति कृत्वा अत्र द्वितीयतत्पुरुषसमासः इति चिन्तयामि किमर्थं चेत् अत्र व्याकुलताम् इति पदं स्त्रीलिङ्गरूपं द्वितीयाविभक्ति एकवचनम् अस्ति इत्युक्ते अत्र द्वितीयाविभक्तेः लोपः जातः अतः व्याकुलताम् आपन्नः इति विग्रहवाक्यमस्ति गिरिशिखरं विग्रहवाक्यमस्ति गिरेः शिखरम् अत्र गिरेः इति पदं षष्टिविभक्तेः रूपम् अतः षष्टिविभक्तेः लोपः अभवत् अतः गिरेः शिखरं विग्रहवाक्यं किन्तु समस्तपदं गिरिशिखरं नेत्रोन्मीलनम् इति समस्तपदमस्ति नेत्रयोः उन्मीलनम् अत्र षष्टिद्विवचनरूपं नेत्रयोः अत्रापि षष्टिविभक्तेः लोपं कृत्वा अत्र नेत्रयोः उन्मीलनम् इति रूपं दत्तमस्ति अत्रापि षष्टितत्पुरुषसमासः एव इत्युक्ते अत्र विग्रहवाक्यानि समस्तपदानि अपि च विग्रहवाक्यानि दत्तानि उत्तरपदार्थप्राधान्यमस्ति अतः अत्र षष्टितत्पुरुषसमासः अन्तिमम् अत्र पदमस्ति मण्डूकध्वनिः अत्र मण्डूकस्य ध्वनिः अत्रापि षष्टिविभक्तेः लोपं कृत्वा मण्डूकध्वनिः इति समस्तपदम् आगतम् उदरपूरणम् अत्रापि उदरस्य पूरणम् अत्रापि उत्तरपदार्थप्राधान्यमस्ति तथा एव गुहानिर्गतः गुहायाः निर्गतः अहं चिन्तयामि अत्र गुहायाः इति पदं पञ्चमीविभक्तिः इति भाति अपि च अत्र निर्गतः इति क्रान्तरूपमस्ति किन्तु अत्र पञ्चमीविभक्तेः लोपः जातः इति अहं चिन्तयामि अत्र समस्तपदमस्ति गुहानिर्गतः वर्णमण्डितः. अत्र समस्तपदं वर्णमण्डितः, विग्रहवाक्यं वर्णैः मण्डितः. अत्र वर्णैः मण्डितः इति पदम् अत्र तृतीयाविभक्ति बहुवचनरूपम् अस्ति. अत्र तृतीयाविभक्तेः लोपं कृत्वा अत्र वर्णमण्डितः इति रूपं समस्तपदम् आगतम्. इन्द्रियसंवेद्या, इन्द्रियैः संवेद्या इति विग्रहवाक्यम्. अत्रापि तृतीयाविभक्ति बहुवचनरूपम्, इन्द्रियम् इति पदस्य तृतीया बहुवचनान्तरूपम् इन्द्रियैः. अत्रापि तृतीयाविभक्तेः लोपं कृत्वा इन्द्रियसंवेद्या इति समस्तपदम् आगतम्. आम् अस्तु, समीचीनमस्ति. अत्र तत्पुरुषसमासे अवधेयं यत् प्रथम उत्तरपदस्य पूर्वपदस्य च विभक्तिः समाना नास्ति. विभक्तिः समाना न भवेत्. नद्याः षष्ठीविभक्तौ, तीरं प्रथमाविभक्तौ, तथा सर्वत्र उत्तरपदस्य पूर्वपदस्य च विभक्तिः समाना न भवेत्. अपि च उत्तरप्राधान्यम्, उत्तरपदप्राधान्यमस्ति. नद्याः तीरं गच्छामि, नदीतीरं गच्छामि इत्यस्मिन् कुत्र गच्छामि, तीरं गच्छामि, सर्वत्र तथा अस्ति. उदरपूरणं, उदरं किम्, उदरपूरणमस्ति यत् तद् अस्माभिः किं कर्तव्यमस्ति, वाक्यं वक्तव्यमस्ति. उदरपूरणं जातं, किं जातं, पूरणं. उदरं जातमिति नास्ति, उदरम् आसीत् एव खलु, उदरमस्ति, उदरम् आसीत्, तत् उदरं पूर्णं जातम्, उदरस्य पूर्णं इति कृत्वा पूर्णं जातं. नाम यत्र यस्य पदस्य अन्वयः भवति क्रियायां तस्य प्राधान्यमस्ति. उदरं जातमिति न, पूर्णं जातं. तर्हि गुहानिर्गतः, गुहायाः निर्गतः इति पुरुषः, पुरुषः गुहा नास्ति, पुरुषः निर्गतः इति कृत्वा, पुरुषः निर्गतः इति कृत्वा निर्गतशब्दस्य प्राधान्यमस्ति. अपि च तत्र क्रियापदं संयोजयामः चेदपि तत्र निर्गतः इति अस्ति, गुहा निर्गतः अस्ति, निर्गतः आसीत्, निर्गतः भविष्यति, गुहा निर्गतः भविष्यति, एतत्र निर्गतः भविष्यति, गुहा भविष्यति इति नास्ति, निर्गतः भविष्यति इति सर्वत्र उत्तरपदप्राधान्यम् अस्तु. अग्रिमे पूर्वे कानिचन उदाहरणानि सन्ति इति पश्येम. तत्र प्रथमा तत्पुरुषः, विद्याभगिनी तत्र पठतु कृपया. कुतः महोदय, अत्र प्रथमतत्पुरुषसमासः, प्रथमतत्पुरुषसमासः अर्धदिनम्, अर्धं दिनस्य. द्वितीयतत्पुरुषः ग्रामगतः, ग्रामं गतः. तृतीयतत्पुरुषः विद्यामान्यः, विद्यया मान्यः. चतुर्थीतत्पुरुषः देशहितं, देशाय हितम्. पञ्चमीतत्पुरुषः चोरभयं, चोरात् भयम्. षष्ठीतत्पुरुषः देवालयः, देवस्य आलयः. सप्तमीतत्पुरुषः दानशूरः, दानेशूरः. अत्र तत्पुरुषसमासस्य प्रभेदाः, सप्तविधाः तत्पुरुषसमासः. तर्हि अत्र प्रथमतत्पुरुषसमासः, प्रथमतत्पुरुषसमासस्य तत्र अर्धं दिनम् इति उदाहरणम्, अर्धदिनम्, अर्धदिनम् इति उदाहरणं समस्तपदं. तस्य विग्रहवाक्यमस्ति अर्धं दिनस्य. प्रथमतत्पुरुषसमासे तत्र उत्तरपदे अत्र षष्ट्यन्तरूपं भवति, इत्युक्ते अत्र कालवाचकशब्दस्य सूचकः अस्ति अत्र. अस्मिन् प्रसङ्गे तत्र प्रथमा तत्पुरुषः किञ्चित् विचित्रः अस्ति. यत्र तत्पुरुषसमासः, तत्र करपत्रम् अस्माभिः पठितम् अद्य, तस्य अधोभागे एकः कश्चन लेखः अस्ति तत्पुरुषस्य प्रसङ्गे, सर्वे द्रष्टुं शक्नुवन्ति. अस्तु अग्रे. द्वितीयतत्पुरुषसमासः उदाहरणमस्ति ग्रामगतः ग्रामं गतः ग्रामम् इति द्वितीयविभक्तौ अस्ति अत्र द्वितीयतत्पुरुषसमासः ग्रामगतः तृतीयतत्पुरुषसमासः विद्यामान्यः विद्यया मान्यः विद्यया इति तृतीयान्तं तत्र विभक्तिलोपानन्तरं विद्यामान्यः चतुर्थीतत्पुरुषसमासः देशहितं देशाय हितम् इति चतुर्थीतत्पुरुषसमासः अनन्तरं पञ्चमीतत्पुरुषसमासः चोरभयं चोरात् चोरात् भयम् अत्र पञ्चमीविभक्तेः लोपः षष्टीतत्पुरुषसमासः देवालयः देवस्य आलयः सप्तमीतत्पुरुषसमासः दानशूरः दानेशूरः इति अस्ति अस्तु अग्रे किञ्चित् समयः अस्ति सुब्रह्मण्यमहोदय अग्रे उदाहरणानि सन्ति आं महोदय एतेषु वाक्येषु स्थूलाक्षरैः मुद्रितानां समस्तपदानां विग्रहवाक्यं लिखत अत्र प्रथमं वाक्यमस्ति दशरथपुत्रः श्रीरामः वनम् अगच्छत् अत्र दशरथपुत्रः समस्तपदमस्ति अत्र तस्य विग्रहवाक्यमस्ति दशरथस्य पुत्रः अत्र षष्ठीतत्पुरुषसमासः बुद्धियुक्तः जन्मबन्धात् विनिर्मुक्तः भवति अत्र बुद्धियुक्तः अत्र बुद्ध्या युक्तः भवति वा महोदय अत्र तृतीया तत्पुरुषः अत्र तृतीया तत्पुरुषः अस्ति बुद्ध्यायुक्तः इति अस्ति भगवान् भक्त्युपहृतम् अश्नाति अत्र उपहृतम् अस्ति अत्र भगवान् भक्त्युपहृतम् अश्नाति उपहृतम् इत्युक्ते दत्तम् इत्युक्ते अत्र भक्तिः अत्र भक्तः इति अत्र विच्छेदं करोतु अत्र अत्र प्रातिपदिकं किं स्यात् आम् भक्ति इति भवति प्रायः भक्ति उपहृतं प्रायः ददाति इत्युक्ते अत्र प्रायः अत्र चतुर्थी तत्पुरुषः भक्त्यै उपहृतम् इति भवति वा वस्तुतः तत्र प्रायः तृतीया स्यात् तृतीया अस्तु अस्तु इत्युक्ते अत्र यद् दत्तमस्ति यद् दत्तमस्ति भक्त्या दत्तं अश्नाति नाम खादति अस्तु अस्तु अस्तु यद्दत्तमस्ति तत् खादति इति अस्तु अस्तु महोदय भक्त्या उपहृतम् अश्नाति योगभ्रष्टः शुचीनां श्रीमतां कुले जायते अत्र योगेन योगात् भ्रष्टः किल महोदय योगात् भ्रष्टः समीचीनं योगात् भ्रष्टः शुचीनां श्रीमतां कुले जायते आचार्योपासनं सर्वैरपि कर्तव्यम् अत्र आचार्यस्य उपासनं सर्वैरपि कर्तव्यं षष्ठीतत्पुरुषः अतः समीचीनमस्ति आचार्याणामपि वक्तुं शक्यते अत्र किमपि कोऽपि नियमः अस्ति वा महोदय अत्र बहुवचने वा एकवचने इति न तत्र अत्र अर्थम् अवलम्ब्य निर्णयः भवति अतः अतः तत्र आचार्यस्य इति वदामः चेत् दोषाय नास्ति एकः अस्ति वा बहवः सन्ति वा इति विषयः सन्दर्भानुसारम् अस्तु अस्तु महोदय युद्धविशारदाः सर्वे कुरुक्षेत्रे सम्मिलिताः अत्र युद्धे विशारदाः अत्र सप्तमी तत्पुरुषः मद्भक्तः भव इति श्रीकृष्णः अर्जुनम् अवदत्। अत्र मम भक्तः इदानीमेव वयं दृष्टवन्तः अत्र यत्र उत्तमपुरुषस्य भवति तत्र मत् इति स्वीकुर्मः मम इत्यस्य स्थाने मत् भक्तः। मन्त्रहीनं यज्ञं तामसं परिचक्षते। मन्त्रहीनं तत्र तत्पुरुषसमासकरपत्रे अपि दृष्टमस्ति यत्र क्तान्तरूपम् अस्ति अन्ते अत्र अन्ते हीनम् अत्र अत्र विशेषणत्वे यथा किम् उदाहरणं दत्तमस्ति तत्र करपत्रं उद्घाटितमस्ति नृपोक्तः नृपोक्तः रूपेण मन्त्रेण हीनम् इति मन्त्रैः मन्त्रैः इति प्रायः अत्र अस्तु महोदय। यस्मिन् मानवे आत्मरतिः अस्ति तेन करणीयं किमपि नास्ति। मानवे आत्मरतिः अद्य एव दृष्टवन्तः अत्र अत्र आत्मनो रतिः इति भवति वा आत्मने रतिः भवति वा आत्मनि इदा आत्मनि आत्मनि सप्तमी भवति अत्र आत्मनि रतिः अस्ति अज्ञानां बुद्धिभेदं किन्तु तदानीं प्रातिपदिकम् आत्मन् यथा भवता उक्तमस्ति नकारलोपः नकारलोपः भवति अज्ञानानां बुद्धिभेदं न जनयेत् अत्र बुद्धिभेदम् इत्युक्ते भेदम् अत्र बुद्धेः भेदं महोदय षष्ठी तत्पुरुषः सत्यं न जनयेत् बुद्धेः भेदः बुद्धिभेदम् अस्तु उत्तमं बहु समीचीनमस्ति अस्माकं नैपुण्यं जायमानमस्ति सर्वेषां श्लाघनीयमस्ति अस्तु ततः अग्रे अग्रिमे सप्ताहे तत्र उदाहरणानि भवन्ति अपि च किं किम् अत्र अग्रिमेपूते तत्र प्रधान मुख्य उदाहरणानि सन्ति तत्र वस्तुतः सूत्रम् अवलम्ब्य कुत्र कुत्र नियमः अस्ति यत् तृतीयतत्पुरुषः अथवा विशेष द्वितीयतत्पुरुषः चतुर्थी चतुर्थी पञ्चमी तत्र विशिष्टनियमाः कुत्र कुत्र भवितुमर्हति कुत्र कुत्र न भवितुमर्हति इति सर्वत्र विशिष्ट उदाहरणानि दत्तानि सन्ति तत्र ज्ञानी उदाहरणानि दत्तानि सन्ति तत्र सर्वं सूत्रमवलम्ब्य अस्ति तत्र सूत्राणि सन्ति अष्टाध्याय्याम् अस्य कृते अस्तु बहु समीचीनमस्ति तर्हि अग्रिमे सदाहे गच्छेम धन्यवादः सर्वेषां नमस्कारः धन्यवादः महोदय नमस्कारः।